अस्तु इदानीम् अस्तु अस्तु अस्तु अस्तु कृतवान् क्षम्यतां क्षम्यताम् अस्तु अस्तु सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र भावे प्रयोगः. वयं कर्मणि प्रयोगः दृष्टवन्तः. तत्र सकर्मकधातूनां तत्र कर्तृप्रयोगः अपि कर्मणि प्रयोगः भवति. तथैव तत्र अकर्मकधातूनां तत्र कर्तृप्रयोगः अपि भावे प्रयोगः इति प्रयोगद्वयं वर्तते. तत्र अतः तत्र भावे प्रयोगः वा कर्मणि प्रयोगः केवलं धातुः कः अकर्मकः वा सकर्मकः वा इति एतमेव दृष्ट्वा तत्र भावे प्रयोगः वा कर्मणि प्रयोगः वा इति वक्तव्यम्. केवलं तत्र कर्मपदं नास्ति इति दृष्ट्वा अस्तु एषः प्रयोगः भावे प्रयोगः इति न वक्तव्यः. अस्तु तर्हि एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः. अस्तु इदानीं तत्र पुटसङ्ख्या 129 मध्ये यत् अस्ति एकवारं तत् पठामः, तदनन्तरम् अग्रे सरामः. तर्हि तत्र शोभा भगिनी आरम्भं करोति वा? आं महोदय, अभ्यासः प्रथम अभ्यासः किल? सत्यं भगिनि. एतानि वाक्यानि भावे प्रयोगे परिवर्तयत कर्तरिप्रयोगः भावे प्रयोगः इति. पुष्पं विकसति इति कर्तरिप्रयोगे, अत्र उदाहरणार्थं पुष्पेण विकस्यते इति उत्तरं भवति. शिशवः रुदन्ति इत्यत्र शिशुभिः रुद्यते इति भावे प्रयोगे भवति. यतोहि तत्र भावे प्रयोगे प्रथमपुरुषे एकवचने एव रूपाणि, यदि कर्ता किमपि भवेत् तथा भवति एव. तत्र क्रियापदं तत्र धातुः अकर्मकः अस्ति चेत् भावे प्रयोगे अकर्मकधातोः नाम कृते सर्वदा प्रथमपुरुषे तत्र कर्ता तृतीयविभक्तौ परिवर्तनं भवति, अपि च क्रियापदं एकवचने प्रथमे पुरुषे एव सर्वत्र आत्मनेपदीरूपं भवति. रुदन्ति इति रुदन्ति इति तत्र रुद् इति धातुः, तस्य कृते तेन सह यत् योजनेन, क्षम्यतां, यत् एव किल महोदय, तत्र रुद्यते इति रूपं भवति. अपि च बालः उत्तिष्ठति इति कर्तरिप्रयोगे, तत्र स्था इति धातुः, तेन सह यत् योजनेन तत्र किन्तु स्थीयते इति भवति. तत्र एकेन सूत्रेण दीर्घ आकारान्तधातूनां दीर्घ ईकारः भवति, स्थीयते इति भवति, बालेन स्थीयते. किन्तु उत्तिष्ठति उत्तिति उत्थीयते, क्षम्यताम्, उत्थीयते. तिष्ठति अस्ति चेत् स्थीयते भवति, उत्तिष्ठति इति उत्थीयते इति भवति, बालेन उत्थीयते. समीचीनम्. अस्तु अग्रे प्रिया भगिनी नमस्कारः. पुटसङ्ख्या 129 अस्ति भगिनि. नमस्ते महोदय. नमस्कारः भगिनि. अस्तु अग्रे तत्र नरेश महोदय अग्रे करोति वा? आं महोदय. जनाः उपविशन्ति, जनाः जनैः उपविश्यते. जनैः उपविश्यते, समीचीनम्. अस्तु अग्रे. सः कुप्यति, सः तेन कुप्यते, तेन कुप्यते, तथैव अस्ति. तत्र ते कुप्यन्ति अस्ति चेत् किं भवति? ते कुप्यन्ति तैः कुप्यते, तैः कुप्यते. सो अहं तत्र अहम् इति स्थापयतु. अहं कुप्यामि, मया कुप्यते. अतः तत्र यदि तृतीयविभक्तिज्ञानमस्ति चेत् भावे प्रयोगः सरलमेव खलु. सर्वदा एकमेव क्रियापदस्य एकमेव रूपं प्रथमपुरुष मया कुप्यते, अस्माभिः कुप्यते, मया कुप्यते इति सर्वं सरलमेव भवति. अस्तु, समीचीनं. हर्षदा भगिनी अग्रे. शुनक भषन्ति शुनकैः भष्यते. हा, शुनकैः भष्यते. त्वं खिद्यसे, त्वं खिद्यसे, त्वया खिद्यते. हा, त्वया खिद्यते. समीचीनं. सः इति सः अपि खिद्यते एव. किमपि कर्ता अस्ति, खिद्यते एव भावे प्रयोगे. न न न न अस्तु, किन्तु सः तेन खिद्यते. समीचीनं, उत्तमम्. अस्तु, अग्रे सुजाता भगिनी. आं महोदय. उत्तमाः हसन्ति. उन्मत्ताः हसन्ति. उन्मत्तैः हस्यते. उन्मत्तैः हस्यते. समीचीनम्. इदानीं तत्र कविः हसति इति अस्ति चेत् किं भवति? कविना हस्यते. कविना हस्यते. कवयः हसन्ति. कारन्ते एव तत्र ऐः इति आगच्छति. अन्यत्र सर्वत्र इद्भिः इति. हा, कविभिः हस्यते. समीचीनम्. अग्रिमं. सिंहः गर्जति. सिंहेन गर्जयति. गर्जयते. गर्जयति. जकार लकारते. हा, गर्जयते. अस्तु, समीचीनम्. हा, धन्यवादः. धन्यवादः. धन्यवादः भगिनि. प्रिया भगिनी अग्रे. दीपाः ज्वलन्ति. दीपैः ज्वल्यते. नर्तकी नृत्यति. नर्तक्या नृत्यते. हा, तत्र बहुवचने किं भवति? कर्मणि द्वयमपि. नर्तकीः नृत्यते. तदेव किल? न, प्रथमतः कर्तकीः नृत्यते. क्षम्यता, नर्तकीभिः. हा, समीचीनम्. अस्तु, हा, कर्त्री अपि. कर्तरी नर्तक्यः नृत्यन्ति. हा, समीचीनं. कर्तरी नर्तक्यः नृत्यन्ति. अपि कर्मभावे नर्तकीभिः नृत्यते. नृत्यते. समीचीनं. हा, अस्तु, अग्रे वंशीसुधा भगिनी. नमस्कारः. प्रायशः न वक्तुं शक्नोति. अस्तु, उषा भगिनी अग्रे. आं महोदय. नमस्ते महोदय. नमस्ते महोदय. नमस्कार भगिनी. किञ्चित् अनन्तरं वदामि महोदय. अस्तु अस्तु अस्तु अस्तु अस्तु. तदेव धन्यवादः. अस्तु अस्तु. आम् आम्. गमिष्यति, तदनन्तरं वक्तुं शक्नोमि. अस्तु अस्तु भगिनि. उषा भगिनी अग्रे. महिलाः लज्जन्ते. बहुवचने अस्ति. महिलाभिः लज्जते इति भवति वा महोदय? लज्जते इति चिन्तनं भगिनि. हा, लज्जते इति एव अस्ति इति मन्ये. पापं क्षयति. पापेन क्षीयते. हा, पापेन क्षीयते. समीचीनं. गङ्गा वहति. अस्तु. गङ्गया उह्यते. वकार उकार भवति महोदय. हा, सत्यं भगिनि. हा, समीचीनम्. अस्तु, अग्रे तत्र. हा, शोभा भगिनी अग्रे. आरक्षकाः वसन्ति. आरक्षकाभिः आरक्षकैः उह्यते. उष्यते, क्षम्यतां महोदय, आरक्षकैः उष्यते, उष्यते, उष्यते, समीचीनम्. सस्यं वर्धते, सस्येन वृद्ध्यते. वृद्धिः वर्ध भवति, लटि वृद्ध्यते. अतः तत्र धातुना तत्र कर्मणि प्रयोगे अथवा भावे प्रयोगे सुलभः अस्ति, यतोहि तत्र गुणः न वृद्धिः गुणः एतत् सर्वं न भवति खलु, केवलं तत्र धातुः यकारः तावदेव. अतः तत्र वर्धते स्थाने वृद्ध्यते इति एव भवति. समीचीनं भगिनि, हा अस्तु, हा अस्तु. अग्रे नरेश महोदय. महोदय, वयं तिष्ठामः, वयम् अस्माभिः स्थीयते. हा अस्माभिः स्थीयते. अग्रे शाखाः कम्पन्ते, शाखाभिः कम्प्यते. कम्प्यते, हा शाखाभिः कम्प्यते. समीचीनं, कम्प्यते. हर्षदभगिनी अग्रे. आम्, चित्रं शोभते, चित्रेण शोभ्यते. तत्र शुभ् इति धातुः खलु, शुभ् शुभ्यते, शुभ् इट् विल् बि शुभ्यते. महोदय, यत् किमपि जानामि तदपि वक्तुं समये बहु भ्रमं भवति. सत्यं भगिनि, हा सत्यं. पर्यटकाः, आमामाम्, मया तु एतत् सरावः नास्ति वक्तुम्. इदानीं पर्यन्तम् अहं यत्किमपि पठितवती सर्वं लिखित्वा एव पठितवती. दिस् इस् न्यू फार् मी, सो भ्रमं भवति. पर्यटकाः भ्रमन्ति, पर्यटकैः भ्रम्यते, भ्रम्यते, भ्रम्यते, भ्रम्यते, पर्यटकैः भ्रम्यते. धन्यवादः. अग्रे सुजाता भगिनी, तत्र अवधेयम् इति अस्ति, तत् एकवारं पठतु भगिनि. अवधेयं सकर्मकाः धातवः द्विविधा अस्ति, कर्तरिप्रयोगः, कर्मणि प्रयोगः. अकर्मकाः धातवः तदपि कर्तरिप्रयोगः, भावे प्रयोगः. अकर्मकधातु कर्मणि एव भवति न महोदय? न न, अकर्मकधातु भावे प्रयोगः. भावे प्रयोगः, आम् ओके. तत्र सकर्मकधातु अस्ति चेत् कर्मणि प्रयोगः, कर्म एव, हा कर्म एव तत्र, कर्म कर्म कर्म तत्र तत्र कर्म अनुसृत्य, हा सर्वं भवति कर्मपदम् अनुसृत्य. कर्म कर्मणः तत्र प्राधान्यं भवति कर्मणि प्रयोगे. तत्र क्रियापदम् अस्ति, किन्तु क्रियापदस्य कर्मपदमपि भवति, अतः तत्र कर्मणः इति तत्र प्राधान्यम्. किन्तु यत्र अकर्मकधातुः अस्ति चेत् तत्र कर्मपदं नास्ति इति कृत्वा क्रियापदस्य भावः, भावः एव प्राधान्यम्. हस्यते, हस्यते इति तत्र तत्र क्रियापदस्य भावः एव प्राधान्यम्, अतः तत्र भावे भावे. अस्तु, अग्रे भगिनि. प्रयोग प्रयोगपरिवर्त सन्दर्भे अवधातव्यं केचन अंशाः, अवधातव्याः, क्षम्यतां महोदय, अवधातव्याः केचन अंशाः सन्ति, यथा अवधातव्याः नाम किम्? ज्ञातव्यमस्ति न न न न ज्ञातव्यमस्ति भिन्नं ज्ञातव्यं तत्र अवगम्यम् अवगमनमपि भिन्नं अवगन्तव्यमपि भिन्नम् अस्ति, अवधातव्यं नाम अस्माकम् अवधानम् अवधानम् भवेत् अवधानं यत्र भवेत् तत्र अवधातव्याः अंशाः एते सन्ति। अस्तु, धन्यवादाः। अस्माभिः अवधाव अवधातव्याः केचन सन्ति, यदा प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य क्रियापदस्य च रूपेषु परिवर्तनं भवति, परन्तु वाक्ये स्थितानां अन्येषां शब्दानां परिवर्तनं न भवति। अस्ति परिवर्तनसमये कर्तृपदं कर्मपदं क्रियापदं एतेषु पदेषु एव परिवर्तनं भवति। अन्य स्थितानाम् अन्यपदानां परिवर्तनं न भवति। एतमेव महोदय। तत्र कर्तृपदस्य वयं जानीमः प्रथमाविभक्त्यन्तं भवति, किन्तु तत्र तृतीयाविभक्त्यन्तं करणीयं। कर्मपदस्य अपि तत्र विभक्तिपरिवर्तनं भवति, क्रियापदस्य अपि तत्र य इति नूतन तत्र य इति इति अपि आगच्छति, अतः तत्र परिवर्तनं भवति, किन्तु अन्येषां पदानां परिवर्तनं न भवति। उदाहरणं अस्तु, अग्रे तत् वदतु भगिनि। अस्तु, यदा सुरेशः प्रतिदिनं सायंकाले गृहे पाठं पठति, एतस्य कर्मणि प्रयोगः यदा सुरेशेन प्रतिदिनं सायंकाले गृहे पाठः पठ्यते, तत्र अस्ति सुरेशेन तृतीयविभक्ति भवति, प्रतिदिनं तदेव तिष्ठति, सायंकाले अपि गृहे अपि पाठः परिवर्तनं भवति, कर्मपदमस्ति इत्यनेन पाठः पठ्यते पठ्यते कर्मणि प्रयोगमस्ति प्रत्ययः। अत्र प्रतिदिनं तदेव प्रतिदिनं सायंकाले गृहे इत्येषां रूपाणां परिवर्तनं न जातं, तानि रूपाणि कर्तरिप्रयोगे कर्मणि प्रयोगे च समानानि एव, एवमेव भावे प्रयोगे अपि इति वार्ता। तत्र केवलं कर्तृपदस्य कर्मपदस्य क्रियापदस्य परिवर्तनं भवति, अन्येषां पदानां परिवर्तनं न भवति साधारणतया। किन्तु यदि तत्र वयम् उत्तमः सुरेशः इति स्थापयामः तत्र किं भवति कर्मणि प्रयोगे अस्मिन् वाक्ये? उत्तमः सुरेशः प्रतिदिनं सायंकाले गृहे पाठं पठति, तत्र किं भवति उत्तमः सुरेशः किं भवति? उत्तमः सुरेशेन उत्तमेन सुरेशेन भवति इति भवति। अतः तत्र केवलं कर्तृपदस्य न किन्तु विशेषणम् अस्ति चेत् तस्य अपि परिवर्तनं भवति, तथैव कर्मपदस्य अपि अस्तु, समीचीनम्। धन्यवादः, धन्यवादः भगिनि। अस्तु, अग्रे तत्र उषा भगिनी अग्रे आरम्भं करोति वा? आं महोदय। उपरितनान् अंशान् मनसि निधाय अधः लिखितायाः कथायाः कर्मणि भावे वा प्रयोगपरिवर्तनं कुरुत। एकः सन्यासी अस्ति, तत्र कर्मपदं नास्ति, अतः एकेन कर्मपदं नास्ति इति वक्तव्यं वा अथवा अकर्मकधातु अस्ति, अतः एकेन सन्यासिना भूयते इति परिवर्तनं भवति। इति परिवर्तनं समीचीनम्। एकेन सन्यासिना भूयते, किमर्थम् एकेन इति भवत्? विशेषणं विशेषम् अस्ति महोदय, सन्यासी. सन्यासी इति सन्यासिना इति अभवत्, अतः एकः अपि तत्र परिवर्तनं भवति तृतीयविभक्त्यन्तरूपं. समीचीनं भगिनि, अस्तु अग्रिमपि करोतु. सः भिक्षाटनं कृत्वा जीवति. जीवति अपि अकर्मक इति अस्ति मन्ये महोदय. जीवति भवती वदतु तत्र सः जीवति इति अस्ति चेत् सः अकर्मकधातु अस्ति. सः भिक्षाटनं कृत्वा जीवति. तेन भिक्षाटनं कृत्वा जीव्यते इति परिवर्तनं भवति. हा, किमर्थं भिक्षाटनं कर्मपदम् अस्ति खलु, तस्य परिवर्तनं न अभवत्? अकर्मकधातु अस्ति न महोदय तत्र. किन्तु भिक्षाटनम् इति कर्मपदम् अस्ति खलु. आं महोदय. महोदय, भिक्षाटनं शब्दस्य अन्वये कृत्वा इति समीचीनम्. हा, न तु जीवति. जीवति इति साक्षात् क्रियापदं. सः जीवति परन्तु सः भिक्षाटनं कृत्वा जीवति. हा, भिक्षाटनम् इति कर्मपदम् अस्ति किन्तु यथा हर्षदा भगिनी उक्तवती करोति इति तस्य कर्मपदं, न तु जीवति इति क्रियापदस्य कर्मपदम्. समीचीनम्, तथैव अस्तु. समीचीनम्, अस्तु अग्रे प्रिया भगिनी. प्रतिदिनं भगिनी नमस्कारः, वदतु भगिनी. प्रतिदिनं प्रभाते एव सः प्रतिष्ठते. प्रतिदिनं प्रभाते एव तेन प्रस्थीयते. हा, तत्र भगिनी मम पुस्तके प्रस्थास्यते अपि इति दत्तं, तत्र रूपद्वयम् अस्ति वा इति न जानामि. प्रस्थीयते इति वयं जानीमः यतोहि तद् दत्तमस्ति. प्रस्थीयते इति एव तत्र मम ज्ञानं नास्ति भगिनि. तत्र किमर्थं प्रस्थास्यते इति दत्तम्? इति किमर्थं तद् दत्तं न जानामि. अस्तु, हा, प्रस्थीयते, प्रस्थास्यते, द्वयमपि साधु इति चिन्तयामः. अस्तु अग्रे भगिनि. सः सर्वदा सन्तुष्टः भवति. तेन सर्वदा सन्तुष्टेन भूयते. हा, किमर्थं सन्तुष्टेन? सः सन्तुष्टः विशेषणविशेषणमस्ति. हा, समीचीनम्, अतः तत्र तेन सर्वदा सन्तुष्टेन भूयते. हा, तत्र हा, अस्तु समीचीनं भगिनि. अस्तु अग्रे शुभदा भगिनी नमस्कारः. नमस्कारः महोदय. आमां प्राप्तवती. अस्तु अस्तु, अग्रे पठति वा? आमां महोदय. कदाचित् सः भिक्षाटने किमपि न प्राप्नोति. कदाचित् तेन भिक्षाटने किमपि न प्राप्यते. हा, प्राप्यते. हा, तत्र आप् इति धातुः आप्नोति, किन्तु तत्र भावे कर्मणि प्रयोगे तत्र कर्मणि प्रयोगे तत्र केवलम् आप्यते इति. प्राप्यते. समीचीनं, प्राप्यते. कदाचित् तेन भिक्षाटने किमपि न प्राप्यते. अस्तु समीचीनम्, अग्रे. तथापि न शोचति, न किमपि काङ्क्षति. तथापि अत्र सः इति अध्यारूढः अस्ति. सः न शोचति, न किमपि काङ्क्षति इति. तथापि तेन न शोच्यते. शोच्यते वा शुच्यते वा न जानामि. शुच्यते वा? तथापि धातु भवेत् खलु, शोभते इति. शुच् धातु भवति, लट्लकारे तु शोचति इति, परन्तु यक् प्रत्यये शुच्यते इति भवति वा इति चिन्तयामि. तथापि तेन न शुच्यते, न किमपि काङ्क्ष्यते. शुच्यते किमपि, न किमपि काङ्क्ष्यते. समीचीनं भगिनि, शुच्यते एव अस्ति, शुच्यते एव अस्ति. समीचीनम्, अस्तु अग्रे महोदय. एकः प्रश्नः महोदय, चतुर्थः बिन्दु, सः सर्वदा सन्तुष्टः भवति. सः सर्वदा सन्तोषः अपि वक्तुं शक्नुमः महोदय तत्र? सन्तोषः किं सन्तोषः भिन्न सः सन्तुष्टः अपि सन्तोषः समानार्थकम् इति वा प्रश्नः आं महोदय सन्तुष्टः इति कण्टेण्टेड् सन्तोषः इति हेपि इति सन्तोषः पुल्लिङ्गस्ति न न हेपिनेस् इति भिन्नमस्ति हि इस् हेपि इति भिन्नमस्ति खलु सन्तोषः भवति किन्तु सः सन्तुष्टः अस्ति इति भिन्नम् अस्ति भगिनि सन्तुष्टः सन्तोषस्य भावः अस्ति वदति वा अथवा हि इस् हेपि इति वदति वा किमस्ति किमस्ति महोदय he is happiness iti vadati va atva he is happy iti vadati va he is happy yes ah atha bhinnam asti santushtah bhinnam santoshah bhinnam santushtah asti visheshanam sah iti padasya yadi santoshah iti padam asti chet santoshasya visheyah vachyam bhinnartah bhinnartah santoshah asti santoshah सः सन्तोषः अस्ति प्रायशः सन्तोषः इति कस्य नाम भवेत् अथवा केवलं सन्तोषः इति विषयः अस्ति अस्तु तत्र किमपि विषयः किमपि घटना अभवत् तेन सर्वे तत्र सन्तोषः भवति किन्तु तत्र सः सन्तोषः इति समीचीनं नास्ति इत्युक्ते सः परीक्षा सः परीक्षायाम् उत्तीर्णः अस्तु सः परीक्षायाम् उत्तीर्णः भवति अतः सः सन्तोषः सन्तुष्टः इति एव तत्र विशेषणं भवेत् भगिनि सन्तोषः इति भिन्नपदं सन्तुष्टः इति भिन्नपदं तत्र सा उत्तीर्णा अभवत् कुटुम्बे तत्र सन्तोषः सन्तोषः अस्ति सः उत्तीर्णः अभवत् कुटुम्बे सन्तोषः अस्ति किन्तु सः सन्तुष्टः सा सन्तुष्टा तत्र भिन्ना अस्ति भगिनि अतः क्लेशः मास्तु अस्तु महोदय धन्यवादः हा धन्यवादः भगिनि क्षम्यतां महोदय द्वितीयबिन्दु अस्ति सः भिक्षाटनं कृत्वा जीवति न तत्र भ्रमजातं न भगिनि भवती एव पठितवती खलु तत्र केवलं कर्तृपदं कर्मपदं क्रियापदस्य परिवर्तनं भवति अस्तु तत्र कर्तृपदं किमस्ति सः कर्तृपदम् अस्ति भिक्षाटनं कर्म क्रियापदं जीवति जीवति इति अकर्मकः वा सकर्मकः वा अकर्मक अतः केवलं भावे प्रयोगः कर्मपदं तत्र नास्ति तस्य क्रियापदस्य कर्म भिक्षाटनं तदेव तिष्ठति हा किन्तु भिक्षाटनं यदस्ति तत्तु तत्र करोति इति तस्य अस्ति खलु तस्य कर्मपदं न तु जीवति इति महोदय अहं किञ्चित् वदामि वा तत्र द्वे वाक्ये स्तः सः जीवति सः भिक्षाटनं करोति भिक्षाटनं कृत्वा सः जीवति अतः भिक्षाटनं शब्दस्य अन्वयः तत् त्वान्तप्रत्ययः सः अस्ति यदि वाक्ये त्वान्त तुमन्त वा ल्यप् अस्ति तर्हि एक क्रियाद्वयं क्रियाद्वयं भवति हा तर्हि वाक्ये एक द्वितीया विभक्तन्तशब्द तस्य सः तस्य तेन सह अन्वय कर्तुम् आवश्यकम् इति मन्ये धन्यवादः सत्यं सत्यं तथैव अस्ति समीचीनं वा इदानीम् आं महोदय धन्यवादः महोदय समीचीनं भगिनि अस्तु हर्षदभगिनि धन्यवादः अस्तु अग्रे महोदय अहं सम्यक् न शक्नोमि न न सम्यक् सम्यक् उक्तवती भगिनी, चिन्ता मास्तु। ललिता भगिनी नमस्कारः, स्वागतं। कूटसङ्ख्या अस्ति 131। नमो नमः महोदय। नमस्कार भगिनी, 131 अस्ति भगिनी। आम् आं महोदय। अग्रे अस्तु, अग्रे तत्र शोभा भगिनी अग्रे। आं महोदय। एवं सः सर्वदा एकभावेन तिष्ठति। तत्र सः तिष्ठति, सः सर्वदा तिष्ठति, अस्तु। एवं तेन सर्वदा एकभावेन स्थीयते। हा, समीचीनम्। अग्रे निन्दायां प्रशंसायां वा सः समानः एव भवति। अस्तु, तत्र सः समानः एव भवति। तेन अथवा निन्दायां प्रशंसायां वा तेन समानेन एव भूयते। हा, समानेन एव भूयते, केवलं तत्र सः भवति, तत्र सः अपि भवति अकर्मकधातुः, कर्मपदं नास्ति, समानः इति विशेषणम्। अतः विशेषणम् अस्ति इति कृत्वा आम् तस्य अपि तृतीया भवति, तस्यापि परिवर्तनं परिवर्तनं भवति। समीचीनं भगिनि, हा, धन्यवादः। अस्तु, अग्रे ओ नरेश् महोदय नास्ति इति मन्ये। अस्तु अस्तु, तर्हि तत्र अग्रे शुभदा भगिनि। आं महोदय। निन्दायां प्रशंसायां वा तत्कृतं भगिनि, तत्कृतम् अग्रिमं, सुखं दुःखं च, सुखं सुखं दुःखं च तं न प्रभावयति। सुखेन दुःखेन च सः न प्रभाव्यते, प्रभावयति। तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये? सुखदुःख इति कर्तृपदं, सुखं च दुःखं च इति कर्तृपदम् अत्र णिजन्त् अस्ति। सुखेन दुःखेन च तम् इति कर्मपदम् अत्र, तस्य प्रथमा विभक्तिः भवति, अतः सः सुखेन दुःखेन च सः न अधुना प्रभावयति, प्रभावी इति णिजन्तधातुः, प्रभावी प्रभावी यक् तत्र प्रभाव, हा, यक् प्रभाव्यते, प्रभाव्यते खलु, प्रभाव्यते, सम्यक् एव, सम्यक् एव। सुखेन दुःखेन च सः न प्रभाव्यते इति, हा, इति समीचीनम्। अग्रे सः भगवतः आराधनां करोति, तेन भगवतः आराधना कार्यते, क्रियते, क्रियते, क्षम्यतां, क्रियते, क्रियते, क्रियते, तेन भगवतः आराधनाम् आराधना आराधना क्रियते, आराधना आराधना प्रथमविभक्तविधानं, प्रथमा भगवतः तु तिष्ठति, भगवतः तु तिष्ठति एव। अस्तु, समीचीनं, धन्यवादः। अस्तु, अग्रे ललिताकुमारी भगिनी भवती पठितुम् इच्छति वा अग्रे? आं महोदय। हा, सः भगवतः अतीव प्रियः अस्ति। तेन भगवतः अतीव अस्ति, प्रियः। तत्र भगिनि एतत् कुर्मः, तत्र कर्तृपदम् क्रियापदम् अपि तत्र धातुः अकर्मकः वा सकर्मकः वा इति प्रथमतया वदतु, तदनन्तरं किं करणीयम् इति पश्यामः। प्रियः अस्मिन् वाक्ये, अस्मिन् वाक्ये तत्र कर्तृपदं किमस्ति? अस्मिन् वाक्ये कर्तृपदं सः, सः क्रियापदं, क्रियापदं प्रियः अस्ति, न क्रियापदस्ति, क्रियापदम् एकमेव पदं खलु अस्ति, किमस्ति क्रियापदम्, अस्ति हा अकर्मकः वा सकर्मकः वा अकर्मकः अकर्मकः इदानीं तत्र अतः कर्मपदं नास्ति खलु अत्र आम् हा इदानीम् अतः तत्र प्रयोगः भावे प्रयोगः अकर्मकः धातुः अस्ति चेत् भावे प्रयोगः इति वदामः अस्तु अतः तत्र सः अस्ति तस्य परिवर्तनं करोतु भावे प्रयोगे सः तेन अस्ति भूयते भू इति हा तेन भूयते समीचीनं तेन भूयते इदानीं तावत्पर्यन्तं समीचीनम् इदानीं तत्र भगवतः इति षष्ठीविभक्त्यन्तपदं तत्र परिवर्तनं न भवति यतोहि कर्मपद कर्म कर्तृपदं किमपि नास्ति अतीव अव्ययं तिष्ठति इदानीं प्रियः प्रियः इति अस्मिन् वाक्ये तस्य सम्बन्धः अस्ति वा केन पदेन तस्य सम्बन्धः महोदय कः प्रियः अस्ति कः प्रियः अस्ति सः प्रियः अस्ति अतः प्रियः इति किं भवति विशेषणं खलु आम् हा कः कः कीदृशः अस्ति सः भगवतः अतीवप्रियः अस्ति तत्र विशेषणम् अस्ति चेत् तत्र नियमः कः विशेष्यस्य या विभक्ति तस्य एव विभक्ति विशेषणस्य एव भवति हा अतः तेन तेन भगवतः अतीव प्रियः प्रियेण भूयते हा इति भवति भगिनि हा भूयते भूयते भूयते समीचीनम् संस्कृते विवरणं कर्तुं न शक्नोमि महोदय अस्तु किन्तु कार्यं सम्यक्तया कृतवती भगिनि चिन्ता मास्तु हा अस्तु अग्रे सः ध्यायति चेत् भगवन्तमेव सः सः कर्तृपदम् अस्तु उत्तमम् अस्तु ध्यायति इति अकर्मकधातुः अस्ति न न न नास्ति अकर्मकः नास्ति अत्र के पश्यामः किमर्थं नास्ति इति तत्र ध्यायति इति क्रियापदम् इति चिन्तनं भवेत् इदानीम् अग्रे किमस्ति अत्र चेत् अव्ययम् भगवन्तमेव भगवन्तम् इति पदस्य विभक्ति का द्वितीयविभक्ति कर्मपदम् अतः सकर्मकदातुः खलु अतः सकर्मकदातु भगवन्तमेव तेन ध्यायते तेन ध्यायते तेन ध्यायते चेत् भगवन्तम् एव तेन ध्यायते चेत् किन्तु तत्र भगवन्तम् इति कर्मपदं कर्मणि प्रयोगे कर्मपदस्य का विभक्तिः प्रथमाविभक्तिः भवति सः ध्यायति चेत् सः ध्यायति तेन ध्यायते चेत् भगवान् एव हा इति भवति समीचीनं भगिनि तेन ध्यायते चेत् भगवान् एव समीचीनं हा अस्तु भगिनि उत्तमम् अस्तु अग्रे प्रिया भगिनी अग्रे सः पश्यति चेत् भगवन्तमेव तेन दृश्यते चेत् भगवान् एव समीचीनं सः भावयति चेत् भगवन्तम् एव तेन भाव्यते चेत् भगवान् एव समीचीनं भगिनि अन्तिमपि करोतु अस्तु एवं सः सर्वदा सर्वत्र सर्वथा भगवन्मयः वर्तते एवं तेन सर्वदा सर्वत्र सर्वथा भगवन् मयेन वृत्यते. हा समीचीनं भगिनी, तत्र भगवन्मयः विशेषणमस्ति सः इति पदस्य, अतः भगवन्मयेन वर्तते तत्र वृत् इति धातुः वृत्यते. हा तेन भगवन्मयेन वृत्यते सर्वदा सर्वत्र सर्वथा एवं. हा समीचीनं, धन्यवादः भगिनी. हा तथैव अस्ति. अस्तु, अतः इदानीम् अग्रे सरामः. तत्र सुजाता भगिनी अग्रिमम् आरम्भं करोति वा? आम् महोदय. कर्मणि प्रयोगेण भावे प्रयोगेण च लिखिताम् एतां कथां पठित्वा कर्तरिप्रयोगेण परिवर्तयत. एकेन मोहाविष्टेन भूयते, एकः मोहाविष्टः भवति अथवा अस्ति. तत्र भूयते इति यत्र अस्ति वयं न जानीमः क्रियापदं वा भवति इति क्रियापदम्, अतः तत्र सन्दर्भं दृष्ट्वा एव वक्तुं शक्नुमः. अत्र प्रायः भवति अथवा अस्ति अपि साधु. समीचीनम् अस्ति. तेन समचित्तेन न भूयते, तेन सः चित्तः भवति. चित्तं चित्तः न तत्र सः अस्ति चेत् किं भवेत्? समचित्तम् अथवा सः चित्तः सः चित्तः विशेषणं विशेषणं भवति सः चित्तः सः चित्तः न भवति. अतः समचित्तः न नास्ति सः समचित्तः नास्ति मम पुस्तके भिन्नं वाक्यमस्ति महोदय. किमस्ति, किं दत्तमस्ति भगिनि? कुशलः लेखकः उत्तमां कथां लिखति, एतस्य वाक्यस्य कर्मणि प्रयोगः एवं भवति. कुशलेन लेखकेन उत्तमा कथा लिख्यते. तद् अग्रे दत्तमस्ति भगिनि, इदानीं नास्ति तत्र, किन्तु प्रायशः तत्र अग्रिमे पुटे महोदय. परन्तु सुजाता भगिनी कुत्र पठितवती महोदय तत् वाक्यम्? थर्ड् अभ्यासः अस्ति भगिनि, तृतीय अभ्यासः. तृतीय अभ्यासः 131 पृष्ठसङ्ख्या अस्ति. तृतीय अभ्यासः तत्र कृष्णः आदित्यानां विष्णुः विष्णुः अस्ति इति अस्ति न भगिनि? सी पेज् 133 पेज् 133 फोर्थ् बिट् 133 ओ फोर्थ् अभ्यासः अस्तु. तृतीय अभ्यासः तत्र नूतनपुस्तके इदानीं तत्र परिवर्तितं, किञ्चित् परिवर्तनं जातं नूतनमुद्रणे. तत्र पुरातने पुस्तके भिन्नमस्ति, इदानीमपि भिन्नं नूतनपुस्तके किञ्चित् भिन्नमस्ति. इदानीं प्राप्तं वा उषा भगिनी? वाक्यं किम् अस्ति भगिनि, एकवारं पठतु. तेन समचित्तेन न भूयते. ओ द्वितीयवाक्यमस्ति, द्वितीयवाक्यं पर्यन्तं. परन्तु चतुर्थः बिन्दुः अस्ति, चतुर्थः बिन्दुः भगिनि चिन्ता मास्तु, तत् समीचीनमेव. यतोहि धन्यवादः. यतोहि इदानीं तत्र नूतनमुद्रणे एतदेव दत्तमस्ति भगिनि. यदा अहं बेङ्गलूरुनगरम् आगतवान् तत्र गिरिनगरं गत्वा अहं नूतनमुद्रणपुस्तकं प्राप्तवान्. इदानीम् अतः मम समीपे नूतनपुस्तकमेव अस्ति अत्र. अत्र एतदेव अस्ति भगिनि. इदानीं तत्र यत् पुरातनपुस्तके चतुर्थ अभ्यासः अस्ति 133 मध्ये, तदेव इदानीं तृतीय अभ्यासः इति स्थापितमस्ति. पुरातनपुस्तके 133 पश्यतु, किन्तु नूतनपुस्तके 131 पश्यन्तु, तावदेव. अस्तु, तर्हि तत्र इदानीं द्वितीयमपि कृतम् अस्तु, इदानीं तृतीयं पश्यामः. तत्र शोभा भगिनी तृतीयं करोति वा? आं महोदय. तेन कर्मफलं प्राधान्येन चिन्त्यते. हा, तत्र तेन सह तेन कर्मफलं प्राधान्येन चिन्त्यते. प्राधान्येन तेन तयोः प्रथमविभक्तिः भवनीयं. तत्र सः कर्मफलं प्राधान्यः इति चिन्तयति अथवा चिन्तयति कर्मफलं प्राधान्येन चिन्त्य तेन चिन्त्यते इति क्रियापदं सः चिन्तयति इति भवति. आं महोदय, सः किन्तु सः कर्मफलम् इति समीचीनं. सः कर्मफलं ओ प्राधान्येन इति अपि तत्र चिन्त्यते इत्यस्य कृते भवति. प्राधान्येन तेन प्राधान्येन चिन्त्यते, न तु विशेषणं. विशेषणं नास्ति खलु? नास्ति. तत्र चिन्तनं कीदृशं तस्य चिन्तनं प्राधान्येन कर्मफलस्य विषये एव भवति इति अर्थः अत्र खलु? न तु एषः पुरुषः प्राधान्यः इति खलु? न न, तस्य विशेषणं नास्ति. कर्मफलम् इत्यस्य प्राधान्यम् अस्ति तत्र. कर्मफलस्य चिन्तनं प्राधान्येन करोति. कर्मफलस्य विषये चिन्तनं करोति अस्ति. अतः इदानीम् अथ कर्तृप्रयोगे वाक्यं किम्? सः चिन्तयति सः कर्मफलं प्राधान्यः इति चिन्तयति. किमर्थं प्राधान्यः इति किमर्थं प्राधान्यः इति अभवत् भगिनि? तत्र एतत् कुर्मः भगिनि, एतत् कुर्मः. कर्तृपदं क्रियापदं कर्मपदं किं किम् इति वदतु प्रथमतया. हा, तत्र तेन इति कर्म कर्तृपदं महोदय, क्रियापदं चिन्त्यते. अस्तु, कर्मपदं चिन्त्यते. कर्मपदं कर्मफलं कर्मफलम्. अस्तु, इदानीं तस्य परिवर्तनं करोतु. परिवर्त्य कर्मफलं चिन्तयति सः कर्मफलं प्राधान्येन चिन्तयति. इति इदानीं तत्र अन्येषां पदानां परिवर्तनं न भवति. आम्, सत्यं. विशेषणं किन्तु केवलं विशेषणम् अस्ति चेदेव परिवर्तनं भवति. इदानीं तत्र प्राधान्येन तत्र तृतीया इति दृष्टवती, किन्तु अन्वयः समीचीनं भगिनि. तथैव मम कृते तृतीय अस्ति कर्तारम्. अतः तत्र सः प्राधान्यः इति नास्ति, प्राधान्येन चिन्तयति कीदृशं चिन्तनं इति अस्ति. अतः तत्र इदानीं पूर्णवाक्यं सः कर्मफलं प्राधान्येन चिन्तयति तथैव अस्ति. अस्तु, अग्रे. एकदा तेन एकः गुरुः प्राप्यते. एतद् सः एकं गुरुं प्रापयति. न, प्राप्यते, प्राप्नोति, क्षम्यताम्. एकदा सः एकं गुरुं प्राप्नोति. एकं गुरुं प्राप्नोति, समीचीनम्. अस्तु, अग्रे हर्षदा भगिनी. आम्, गुरुणा उपदेशः क्रियते. गुरुः उपदेशं करोति. एतस्य मनसि प्रश्नैः उद्भूयते. एतस्य मनसि प्रश्नः उद्भवति. प्रश्नाः उद्भवन्ति. उद्भवन्ति उद्भवन्ति समीचीनं प्रश्नाः उद्भवन्ति समीचीनम् आम् आम् अस्तु समीचीनम् अस्तु अग्रे उषा भगिनी आं महोदय बहुभिः गीतायाः उदाहरणैः गुरुणा सह बोध्यते गुरुः तं बोध्यति इति भवति बहुभिः गीतायाः उदाहरणैः गुरुः तं बोधयति बहुभिः गीतायाः उदाहरणैः गुरुः तं बोधयति तत्र उदाहरणैः इति तत्र किमर्थं न परिवर्तितम् विशेषणं विशेषमस्ति महोदय बहुभिः गीतायाः उदाहरणैः अस्तु अस्तु किन्तु तत्र किमर्थं न परिवर्तितं तत्र गुरुः बोधयति तं बोधयति तम् इत्युक्ते बहुभिः गीतायाः उदाहरणैः तम् इत्युक्ते किं न गुरुः तम् इत्युक्ते सः सः बोधयति किं बोधयति इत्युक्ते गीतायां बहुभिः गीतायाः किं बोधयति न किं बोधयति इति प्रश्नः इति प्रश्नस्य उत्तरं किम् अस्ति बहुभिः गीतायाः न किन्तु तत्र उत्तरं तु तृतीयविभक्तौ अस्ति खलु तत् किम् इति पदस्य उत्तरं नास्ति तत्र केवलं कं बोधयति गुरुः तं बोधयति तत्र केन अथवा कैः इति कैः बोधयति माध्यमेन तत्र बोधनं केन माध्यमेन भवति तत्र उदाहरणैः बोधनं बोधः भवति बहुभिः गीतायाः उदाहरणैः अथ तत्र कर्तृपदं नास्ति कर्मपदं नास्ति क्रियापदं नास्ति विशेषणमपि नास्ति अतः परिवर्तनं न भवति अस्तु समीचीनम् अग्रे तेनापि मध्ये जिज्ञासा प्रकट्यते तेनापि मध्ये तेनापि सः अपि पुनः अत्र तत्र कर्तृपदं कर्मपदं सर्वं वदतु क्रियापदम् एकवारं वदतु तेनापि सः अपि कर्तृपदमस्ति तत्र सः योगः अपि तेन केवलं तेन अपि तेन कर्तृपदम् अस्ति मध्ये जिज्ञासा परिवर्तनं न भवति तत्र प्रकट्यते क्रियापदमस्ति अस्तु तत्र प्रकट्यते अस्तु तत्र प्रकट्यते सकर्मकः वा अकर्मकः वा प्रकट्यते सम्यक्तया न जानामि महोदय किन्तु वाक्यं वदतु पश्यतु तत्र तेनापि मध्ये जिज्ञासा इत्युक्ते सकर्मक अस्ति इति मन्ये महोदय तत्र वाक्यमस्ति जिज्ञासा प्रकट्यते तद्भावे प्रयोगः वा कर्मणि प्रयोगः वा जिज्ञासा प्रकट्यते इति अस्ति चेत् जिज्ञासा कर्मपदं मध्ये जिज्ञासा तत्र वयं कथं जानीमः भावे प्रयोगः नास्ति इति भावे प्रयोगः अस्ति इति कथं जानीमः भावे प्रयोगवाक्ये एकः अंशः सर्वदा भवति तत्र किम् भावे प्रयोगवाक्ये कर्मपदं तत्र कर्मपदमेव नास्ति कर्मपदं नास्ति किन्तु कर्मपदं नास्ति अपि च अकर्मक वा सकर्मक वा न इति अहं यदि वयं जानीमः तत्र किमपि कर्मणि भावे प्रयोगवाक्यमस्ति किन्तु तद् भावे प्रयोगः भवति इति चिन्तनं कदा करणीयम् अस्माभिः यदि वाक्ये कर्मपदं नास्ति इति भवती उक्तवती किन्तु अन्यरीत्या वदतु कर्मपदं किम् इति कथं जानीमः अस्माकं साहाय्यं तत्र किं पदं कर्मपदं भवति इति वयम् अस्माकं ज्ञानं कथं भवति किं दृष्ट्वा वयं वदामः भावे प्रयोगे तु कर्तृपदं तृतीयाविभक्तन्तं भवति एकम्, अनन्तरं भावे प्रयोगे कर्मपदं न भवति. अतः किं भगिनि, अतः भावे प्रयोगः अस्ति चेत् प्रथमाविभक्त्यन्तपदं वाक्ये न भवति खलु? आं महोदय. खलु? आम् आं महोदय. तेन स्थीयते, तत्र प्रथमाविभक्त्यन्तपदम् अस्ति वा नास्ति, किन्तु अस्मिन् वाक्ये प्रथमाविभक्त्यन्तपदम् अस्ति वा न महोदय? तेनापि इति तृतीयाविभक्त्यन्तम् अस्ति. सर्वं वाक्यं पठतु भगिनि, पठित्वा वदतु. तेनाविभक्त्यन्तपदम् अस्ति. मध्ये मध्ये जिज्ञासा प्रकट्यते. जिज्ञासा कर्मपदमस्ति महोदय. जिज्ञासा किमर्थम्? सत्यमेव, किमर्थं वदतु. सः न कर्मपदं किमर्थमस्ति? यतोहि पदस्य विभक्ति का? द्वितीयविभक्ति महोदय. जिज्ञासा, जिज्ञासा इति द्वितीयविभक्ति न न प्रथमाविभक्ति महोदय. प्रथमाविभक्त्यन्तपदम् अतः कर्मपदम्, अतः कर्मणि प्रयोगः एषः. अतः इदानीं तत्र कर्तृपदं कर्मपदं सर्वं ज्ञातं भवता, अतः तत्र भवत्या, अतः तत्र वदतु तर्हि. सः अपि मध्ये मध्ये जिज्ञासं प्रकटयति. जिज्ञासां प्रकटयति. तदेव अस्ति भगिनि, तावदेव. अस्तु, समीचीनम्. अस्तु, अग्रे ललिता भगिनि. आं महोदय. अनन्तो गत्वा तेन सत्त्वं महोदय अन्ततो खलु. अन्ततो गत्वा तेन सत्त्वम् एकत्वं च अवगम्यते. कर्तृपदं तेन सत्त्वम् एकत्वं कर्मपदं क्रियापदम् अवगम्यते. समीचीनं. अस्तु, इदानीं कर्तृप्रयोगः. अनन्तो गत्वा सः अन्ततो गत्वा अन्ततो गत्वा सारि सारि क्षम्यताम् अन्ततो गत्वा सः सत्त्वम् एकत्वं च अवगच्छति इति एव अस्ति. समीचीनं. तत्र सत्त्वम् एकत्वं नपुंसकलिङ्गे अस्ति, अतः तत्र परिवर्तनं न भवति. समीचीनम्. अन्ततो गत्वा सः सत्त्वम् एकत्वं च अवगच्छति. अग्रे तदनुसारेण आचरणस्य निश्चयः क्रियते. तदनुसारेण तृतीयविभक्ति तदनुसारेण न अवगन्तुं शक्नोमि महोदय. तत्र प्रायश तत्र कर्तृपदं तत्र प्रायश न दत्तमिति मन्ये भगिनि. तत्र तेन इति तेन तदनुसारेण आचरणस्य निश्चयः क्रियते. आम्, यतोहि तत्र पूर्वस्मिन् वाक्ये एतत् सर्वं भिन्नभिन्नभिन्नानि वाक्यानि न सन्ति खलु भगिनि. तत्र कथायाः कथारूपे एतानि वाक्यानि दत्तानि, अतः तत्र तेन इति तत्र स्थापनीयम् अस्ति तावदेव. तदनुसारेण तदनुसारेण तेन, अतः सः तदनुसारेण आचरणस्य निश्चयः प्रथमविभक्ति निश्चयं करोति इति एव अस्ति तावदेव. तदनुसारेण सः आचरणस्य निश्चयं करोति. समीचीनं भगिनि. अस्तु अग्रे शुभदा भगिनी अग्रे तेन सन्तुष्टेन जीवनं क्रियते अत्र सन्तुष्टेन इति तेन इति कर्तृपदं सन्तुष्टेन इति क्रियाविशेषणं भवति इति मम चिन्तनम् अतः सन्तुष्टेन इत्यस्य विभक्तिपरिवर्तनं न भवति जीवनम् इति कर्मपदम् अत्र तस्य प्रथमा विभक्तिः अस्ति यतोहि एतत् कर्मणि एषः कर्मणि प्रयोगः क्रियते इति अपि कुत्र अस्ति भगिनि तेन सन्तुष्टेन भूत्वा जीव्यते तत्र क्रियापदं किम् अस्ति क्रियापदं क्रियते ओ भगिनि तत्र वाक्यं साक्षात् वाक्यं किम् अस्ति तेन सन्तुष्टेन जीवनं क्रियते इति ओ इति अस्ति वा तत्र अस्तु अस्तु अस्तु तेन सन्तुष्टेन जीवनं क्रियते अस्तु अस्तु अस्तु हा अत्र किञ्चित् परिवर्तितम् अस्ति अस्तु वदतु भगिनि तत्र सः सन्तुष्टेन जीवनं करोति इति भवेत् हा समीचीनं सः सन्तुष्टेन जीवनं करोति समीचीनं हा अग्रे अन्यैः तस्य जीवनम् अवलोक्यते अन्यैः इति कर्तृपदं तृतीया विभक्ते विभक्तौ अस्ति जीवनम् इति कर्मपदं प्रथमा विभक्तौ अस्ति अवलोक्यते इति तस्य कर्मणि परिवर्तनं परिवर्तितः क्रियापदं परिवर्तितं क्रियापदं तस्य कर्तरिप्रयोगे अन्ये तस्य जीवनम् अवलोकयन्ति इति भवेत् अवलोकति अवलोकयति अथवा अवलोकन्ति इति एव भवति खलु अवलोकन्ते इति अवलोकते वा अवलोकति वा तत्र परस्मैपदी अवलोकन्ते अवलोकन्ते अवलोकन्ते वा आत्मनेपदी अस्ति वा लोक् तु अवलोकते एव अस्ति भगिनि किन्तु अव इति तत्र उपसर्गेण तत्र भवति वा अवलोकते इति एव अस्ति इति मन्ये भगिनि अवलोकते वा आत्मनिपदि हा आत्मनिपदि धातु इति एव चिन्तनम् अवलोकते एकनिमिष तत्र प्रथमभागे तत्र एतत् सर्वं बहुवारं तत्र भ्रातृमेलनम् इति कथा अस्ति खलु तत्र बहुवारम् अवलोकते ईक्षते एतत् सर्वम् आगच्छति अवलोकते इति एव मन्ये भगिनि हा अस्तु अस्तु अवलोकते अतः तत्र अवलोकन्ते इति मम चिन्तनम् अस्तु अन्ये तस्य जीवनम् अवलोकन्ते हा अस्तु अग्रिमपि करोतु भगिनि तेन तत्त्वं बोध्यते तेन इति कर्तृपदं तृतीया विभक्तौ तत्त्वम् इति कर्मपदं प्रथमा विभक्तौ तेन इत्यस्य सः भवति सः तत्त्वं बोधयति सः तत्त्वं बोधयति समीचीनम् अस्तु धन्यवादः भगिनि अस्तु अग्रे प्रिया भगिनि अग्रे ते सर्वैः एतत् इष्यते सर्वे एतत् इच्छन्ति हा सर्वे एतत् इच्छन्ति समीचीनं हा अग्रे एतैः स्वजीवने तदाचरितुं प्रयत्नः विधीयते एते स्वजीवने तदाचरितुं प्रयत्नं विधीयते धातु दधाति विदधाति हा तत्र विदधाति एते इति अस्ति खलु अतः प्रायशः ददति इति विदधति हा विदधति इति हा समीचीनम् अस्तु भवत्याः पुस्तके अन्यत् वाक्यमपि अस्ति वा भगिनि एकम् अस्ति अतः नूतनपुस्तके नास्ति किन्तु तद् एकवारं पठित्वा वदतु भगिनि एवं तेन सार्थकं जीवनं क्रियते एवं सार्थकं जीवनं करोति हा तावदेव एवं सः सार्थकं जीवनं करोति समीचीनं भगिनि हा धन्यवादः क्षम्यतां महोदय, अत्र विधीयते इत्यस्य परिवर्तनं पुनः एकवारं वदति वा? विधीयते इति धातुः ध धातुः इति मन्ये, वि इति उपसर्गः, अतः तत्र क्षम्यतां धातुः कः? ध धा इति तत्र महाप्राणः धा धातुः वा? तत्र ददाति इति अस्ति खलु, तत्र ददाति इति तादृशम् एतत् अस्ति, विदधाति विदधाति विधीयते, अस्तु अस्तु ओके. हा तत्र ददाति दत्तः ददति वि उपसर्गः अतः विदधति विदधति महाप्राणः अस्ति, अल्पप्राणः तदनन्तरं महाप्राणः महाप्राणः अस्तु अस्तु धन्यवादः. अस्तु समीचीनं भगिनि, अस्तु अतः तत्र एतदपि अस्माभिः कृतम्. अस्तु अग्रे तत्र इदानीं तत्र अग्रे हा सुजाता भगिनी अग्रे किमस्ति प्रायश तत्र भवत्याः पुस्तके तत्र नूतनपुस्तकमस्ति, कुशलः लेखकः उत्तमां कथां लिखति इति एव भवति. अस्तु एतमेव अस्ति महोदय, एतदेव अस्ति. हा इदानीम् अपि तत्र प्रायश तत्र तत्र एतत् नूतन तत्र चतुर्थ अभ्यास 131 मध्ये नूतनपुस्तके अस्ति, तत् प्रायशः पुरातनपुस्तके नास्ति इति मन्ये. एकनिमिषः पश्यामः, तत्र मम पार्श्वे पुस्तकं नूतनपुस्तकमपि अस्ति, पुरातनपुस्तकं तत्र PDF मध्ये अस्ति, अतः पश्यन् अस्मि. हा अतः तत्र एतत् पुस्तक एतत् अस्मिन् पुटे यः अभ्यासः अस्ति तत् पुरातनपुस्तके नास्ति, अतः किं कुर्मः तत्र. हा एतत्तु कर्तुं शक्नुमः. अस्तु हा तत्र सूक्तिः अस्ति, तदनन्तरं तत्र अग्रे हा एतत् कुर्मः भगिनि तर्हि तर्हि अस्तु सूक्तिः पठामः, तदनन्तरम् अग्रिम पाठः यः अस्ति तं पठामः. अस्तु तत्र सूक्तिः तत्र उषा भगिनी सूक्तिः पठति वा? सूक्तिः या अस्ति उषा भगिनी तां पठति वा? सूक्तिः चितक्रोधेन सर्वं हि जगदे जगत् एतत् विजीयते. चितक्रोधः चितक्रोधः सर्वं हि जगत् एतत् विजयति इति भवति महोदय. किं किं पुनः? चितक्रोधः सर्वं हि जगत् एतत् विजयति. यति अस्तु, कर्तृपदं किमस्ति? जितक्रोधः जितक्रोधः क्रोधं जयति क्रोधः. हा तत्र जितक्रोधः यः अस्ति सः सर्वं हि जगत् एतत् विजयति. हा विजयति समीचीनमस्ति महोदय. समीचीनं समीचीनं भगिनि. हा जि इति धातुः तत्र जी इति दीर्घः भवति, वयं दृष्टवन्तः इकारस्य दीर्घ इकारः भवति, जीयते विजीयते वि इति उपसर्गः. जगत् तु नपुंसकलिङ्गे अस्ति अतः जगत् इति एव सर्वम् इति जगत् किं भवति, जगत् कीदृशपदं जगति हा इति रूपं समीचीनं भगिनि. हा अस्तु तर्हि अतः तत्र अग्रिम अभ्यासः नूतनपुस्तके तत् तस्मिन् पुटे तत् पुरातनपुस्तके नास्ति, अतः तत्र एतत् वयं न कर्तुं शक्नुमः यतोहि सर्वेषां पार्श्वे नास्ति, किन्तु अग्रिमे पुटे नूतनपाठः तत्र अस्ति लोट् लकारे. एतावत् वयं कर्मणि भावे प्रयोगे लट् लकारे कृतवन्तः, इदानीं लोट् लकारे कथं भवति इति पश्यामः. तत्र केवलं नूतनसोपानम् आगच्छति, नाम तत्र यदि तत्र पठति इति स्वीकुर्मः, तत्र पठति इति तत्र कर्मणि प्रयोगे तस्य रूपं किं भवति पठति इति क्रियापदस्य? पठ्यते. पठ्यते इति भवति, आत्मनिपदि धातु इव भवति पठ्यते. किन्तु पठ्यते इति लट्लकाररूपं, तत्र आत्मनिपदि धातूनां लोट्लकाररूपं किं भवति प्रथमपुरुषे? पठतु. न न न, पठतु इति परस्मैपदि धातु लोट्लकारः. आत्मनिपदि धातु, आत्मनिपदि धातूनां लोट्ल पठताम्. तत्र पठ्यते इति अस्ति, अतः पठ्य किं भवति पठ्यते. तत्र पठ्यते इति लट्लकारे, अतः लोट्लकारे किं भवति पठ्यतां. पठतां. पठ्यत. पठ्यतां. यकारः भवेत् तावदेव. अतः तत्र पठति, एतावत् वयं किं कृतवन्तः पठ्यते इति एव कृतवन्तः. इदानीं तत्र लट्लकारं प्राप्तं चेत्, लट्लकारः प्राप्तः चेत् लोट्लकारः अपि तत्र केवलं तत्र पुनः एकसोपानं भवति. तत् तावदेव, पठति, पठ्यते, पठ्यताम् इति एव कर्तव्यं. तावदेव अस्तु. अतः तत्र एकवारं पाठं पठामः, तदनन्तरम् अग्रिमे सप्ताहे तत्र ये अंशाः सन्ति तेषां परिशीलनं भवेत्. अस्तु तर्हि, तत्र अनेके जनाः सन्ति इति कृत्वा तत्र एकमेकं तत्र वाक्यत्रयम् अथवा वाक्यचतुष्टयं पठन्तु. तर्हि तत्र सुजाता भगिनी आरम्भं करोति वा अग्रिमपाठः? विंशतिः पाठः, विंशः पाठः. सुजाता भगिनी, अस्तु. आम् आम्. एतत् सम्भाषणम् उच्चैः पठता. दुर्योधनः आचार्य प्रणामः, कृपया उत्थीयताम्, कृपया उत्थीयताम्, शीघ्रं समुत्थीयताम्, सूर्योदयः समासन्नः. इदानीं केवलं पठामः एकवारं, परिशीलनं कुर्मः. द्रोणः वदति, वत्स, भवता सावधानेन भूयताम्, त्वरया किमपि न क्रियताम्. दुर्योधनः, गुरुवर्य, कथं मया सावधानेन भूयताम्, आतङ्कवतामया किमपि क्रियताम् एव खलु. किमपि. द्रोणः, वत्स, जानामि भवतः परिस्थितिं, वत्सेन दुःशासनेनापि सन्निहितेन भूयतां खलु. इति अस्तु. तत्र सर्वम् उत्तीयतां, समुत्तीयतां, भूयतां, क्रियतां, क्रियतां, भूयताम् इति अस्ति. तत्र तत्र सर्वं लोट्लकारं, कर्मणि लोट्, कर्मणि कर्मणि लोट्लकार लोट् अस्ति. तत्र कर्मणि लोट् कथं प्राप्नुमः? तत्र क्रियापदं यदस्ति, प्रथमतया कर्मणि लट्लकारं कुर्मः. तत्र उत्तीयतां किं भवति? तत्र उत्तिष्ठति, उत्तिष्ठति, उत्तीयते, उत्तीयते इति उक्तवन्तः खलु. उत्तीयताम्. तदनन्तरं तत्र आत्मनिपदि धातूनां तत्र लोट् लट् लकारः लोट् लकारः एकवारं वदामः तत्र तत्र सुभदा भगिनी आत्मनिपदि धातु लट् लकारे किमपि चित्वा वदतु भगिनि लट् लकाररूपाणि आत्मनेपदी लट् लकार वा हा वन्दधातु वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे इति लट् लकारे हा इदानीं तत्र प्रिया भगिनी लोट् लकारं लोट् लकारः कः तत्र वन्दधातुः वन्दधातु लोट् लकारः वन्दतां वन्देतां वन्दन्ताम् वन्दस्व वन्दथाः वन्देथां वन्दत्वै वन्दावहै वन्दामहै इति समीचीनम् अतः तत्र यदि तत्र लोट् लकारस्य ज्ञानमस्ति आत्मनिपदि धातूनां लोट् लकारज्ञानमस्ति चेत् सुलभतया कर्तुं शक्नुमः तत्र केवलं यत् क्रियापदं दत्तमस्ति तत्र कर्मणि लट्लकररूपं कृत्वा आत्मनेपदी धातु इव चिन्तनं भवेत् तदनन्तरं लोट्लकारपरिवर्तनम् अतः तत्र अस्ति इति तस्य परिवर्तनं कुर्मः अस्ति इति तत्र कर्मणि प्रयोगे किं भवति भावे प्रयोगे किं भवति भूयते इदानीं भूयते इति तस्य लोट्लकारम् इच्छामः चेत् किं भवति भूय धाम् भूयताम् इदानीं तत्र प्रिया भगिनी उक्तवती तत्र नवरूपाणि लोट् लकारे तत्र बन्द् धातोः लोट् लकारस्य रूपाणि इदानीं तत्र सुजाता भगिनी तत्र भूयताम् इति तस्य किं भवति भूयताम् भूयताम् भूयध्वम् भूये तत्र हा तत्र सत् सत्यं तदेव अस्ति भगिनि भूयावहै भूयामहै भूयै इति भवति भूयै भूयै भूयै भूयावहै भूयामहै हा इति भूयै भूयावहै भूयामहै हा इति भवति अतः तत्र लोट् लकाररूपं समीचीनम् अस्तु अग्रे तत्र ललिताकुमारी भगिनी इदानीं तत्र क्रियते इति अस्ति करोति क्रियते इति भवति लट्लकारे लोट्लकारे क्रियताम् इति भवति अतः तत्र नवरूपाणि वदतु तत्र आम् महोदय क्रियतां क्रियतां क्रियेतां क्रियन्ताम् क्रियस्व क्रियेत्थां क्रियध्वं क्रियै क्रियावहै क्रियामहै इति एव अस्ति हा अतः तत्र यदि एतादृशं ज्ञानमस्ति चेत् तत्र सरलतया एतत् तत्र लोट्लकारस्य रूपं कर्तुं शक्नुमः वयं अस्तु इदानीं तत्र अग्रे किञ्चित् पठामः तत्र अग्रे शोभा भगिनी अग्रे पठति वा आं महोदय तत्र भूयतां खलु तदनन्तरं दुर्योधनः वदति एषः वत्सः दुःशासनः उपस्थितः एव अस्ति इदानीं केवलं पठनं भगिनि अग्रिमे वर्गे तत्र परिशीलनं कुर्मः अथ वाक्यचतुष्टयं स्वीकृत्य पठतु अस्तु दुःशासनः वदति आचार्य वन्दे दुर्योधनः आदिश्यताम् अनन्तरं किं क्रियताम् इति द्रोणः श्रूयतां प्रथमं सैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम् इति अग्रे अपि वदामि वा दुर्योधनः अस्तु तत्र भवतां स्वानानुष्ठानि स्वानादिकं स्वानानुष्ठानादिकं शीघ्रं परिसमाप्यतां तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयतां वत्स भवता अत्र एव भूयताम् अनुष्ठानानन्तरम् आचार्यः रक्षणे रणक्षेत्रम् आनीयताम् दुःशासनः अस्तु इति वदति तत्र श्रूयताम् इति तत्र श्रूयतां द्विवचने बहुवचने किं भवति भगिनि श्रूयतां तत्र लट्लकारे श्रूयतां न न लोट्लकारे श्रूयतां श्रूयतां श्रूयन्ताम् किं पुरुषे पृष्टवान् महोदय तदेव तत्र तदेव भगिनि श्रूयतां श्रूयतां श्रूयन्तां श्रूयन्तां तदनन्तरं श्रूयस्व श्रूये श्रूयस्व श्रूयेथां श्रूयध्वं श्रूयध्वं श्रूयै श्रूयै श्रूया वहै श्रूया महै इति भवति समीचीनं भगिनि हा अस्तु तावदेव अस्तु अग्रे तत्र प्रिया भगिनी अग्रे द्रोणः वत्स ततः पूर्वं भवता गत्वा कर्णः उच्यतां मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति अश्वाः गजाः रथाः पदातयः सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् इति अहम् अनन्तरं तत्रैव दृश्यै इति यदि अपेक्षते भवानेव स्वयं सहायकत्वेन स्वीक्रियताम् इति च दुर्योधनः अस्तु इति गतः सर्वे भीष्मः द्रोणः कर्णः कृपः दुर्योधनः दुःशासनश्च रणाङ्गणे स्थिताः कर्णः आचार्य प्रणमामि प्रणमामि अस्तु हा तत्र वीरक्षतां हा हा उच्यताम् इति स्वीकृत्य तत्र द्विवचने बहुवचने वदतु भगिनि द्विवचने बहु इति अस्ति हा समीचीनं भगिनि तत्र केवलं तत्र लोट् लकार आत्मनेपदे लोट् तस्य अभ्यासः भवतु इति तावदेव अत्र इदानीं तत्र एतावत् वयम् अर्थः कः इति न ज्ञातवन्तः तत्र कर्मणि लोट् तत्र अस्मिन् तत्र सम्भाषणे तत्र कथं भवति इति सर्वम् अग्रिमे वर्गे परिशीलयामः एतावत् केवलं पठनम् अभवत् किन्तु दीर्घ अभ्यासः दीर्घपाठः अस्ति तत्र पुटद्वयमस्ति अनेकानि क्रियापदानि सन्ति तत्र शनैः गच्छामः यतोहि तत्र बहु किमपि अस्मिन् पुटद्वये अस्ति अतः अग्रिमे वर्गे प्रायशः केवलम् एतत् पुटद्वयस्य एव परिशीलनं भवति इति मन्ये अस्तु तर्हि समयः अपि जातः तत्र शुभदा भगिनी तत्र शान्तिमन्त्रं वदति वा भगिनि महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः धन्यवादः महोदय नमस्कारः